तर्हि नूतनपाठः अस्ति खलु अत्र लेप् प्रत्ययः इति. सूर्यकुमारी भगिनी आरम्भं करोति वा भगिनि? आदौ इति पुनः स्मरणम् अस्ति. अस्तु भगिनि. सूर्यकुमारी भगिनी पठति वा? क्षम्यतां भगिनि, म्यूट् मध्ये अस्मि. पठति लप्रत्ययः तदेव भगिनि? आं भगिनि. आम्, धातुतः सर्वे विधीयमानः प्रत्ययाः तिङ्क् कृतच्च अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः पूर्वमेव अवगतं यत् आरम्भे तिङ्प्रत्ययाः सर्वे सार्वधातुकाः तिङ्सित् सार्वधातुकम् इति सूत्रेण. अत्र अनुवृत्तिसहितसूत्रम् अवलोकयाम. धातोः परच्च तिङ्सित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्. धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य अर्धधातुकस्य प्रश्न नैव उदेति. तदा धातुतः विहितचेत् किं चेत् सार्वधातुकमिति सामान्यतया निश्चितम्. लिट्लकारे आश्विर्लिङ्ग्लकारे लिङ्ग् तिङ् प्रत्ययः अपवादत्वेन अर्धधातुकं भवति, परन्तु कृत् चेत् किमपि नैचित्यं नास्ति. यत् सार्वधातुकं भवेत् कृत् स्थितिः अस्ति चेदेव सार्वधातुकः. कृत् प्रत्ययेषु नवसितः तेज सितृ सानच् चानश् स्यानच् स्यानं क्षम्यतां एष् सिद्ध्यै सिद्ध्यथैन् इति. येषु द्वौ प्रसिद्धौ शत्रुसानच्च. अवशिष्टाः सर्वे कृत्प्रत्ययाः आर्धधातुकाः आर्धधातुकं शेषः इति सूत्रेण. तेषु सित्तभावात् त्वा प्रत्ययः अपि अस्ति, लेप् प्रत्ययः अपि अस्ति. सारांशत्वेन वर्तते वदतु भगिनि. सरं सारांशरूपेण कृपया वदतु. वयं लेप् प्रत्ययविषये पठितम् आसीत्, पठितं सति. लेप् प्रत्ययः आर्धधातुकप्रत्ययः कृत् प्रत्ययः अपि धातवः क्षम्यतां प्रत्ययः मुख्यतः द्वये विभजत्यौ तिङ् वा कृत्वा अष्टाध्यायं तृतीयाध्याये ये प्रत्ययाः कृत् अथवा तिङ् ते चर्चितवन्तः. तत्र धातोः प्रत्ययः इत्यनयोः अधिकारः तिङ् सित् सार्वधातुकम् इति सूत्रेण. तिङ् प्रत्ययो वा सित् प्रत्ययो वा सार्वधातुकसंज्ञा भवति. सार्वधातुकसंज्ञा कदा भवति इत्युक्ते धातोः परः अस्ति चेदेव सार्वधातुकत्वं भवति. यदा प्रत्यय धातुतः नास्ति चेत् सार्वधातुकम् अर्धधातुकम् इत्यस्य प्रसक्तिः एव नास्ति. तिङ् प्रत्ययः प्रथमं सार्वधातुकः, अपवादेन लिट् आश्विलिङ्ग् प्रत्ययोः अर्धधातुकप्रत्ययाः विहिताः. अन्ये लकारेषु सार्वधातुकप्रत्ययाः विहिताः. हृत्प्रत्ययविषये सार्वधातुकं वा अर्धधातुकम् इति नोक्तम्. हृत्प्रत्यये सिप् प्रत्ययः अपि अस्ति, ते अपि सार्वधातुकं संज्ञा भवति. अन्ये कृत्प्रत्ययाः किमपि सार्वधातुक कृत्प्रत्यये नव सार्वधातुकप्रत्ययाः सन्ति, अपि सित् अपि सन् अस्ति. ते शत्रुसानसमुखाः. अन्य सित् प्रत्ययाः प्रमुखाः नास्ति. ते चानस् सानन् कस् एष् सध्यै सधैन् इति. अन्ये कृत्प्रत्ययाः अर्धधातुकप्रत्ययाः अर्धधातुकं शेषः इति सूत्रेण, तेषु त्वा अथवा ल्यप् अर्धधातुकप्रत्ययः अस्ति सः. वयं ल्यप् प्रत्ययविषये पठामः. तदेव भगिनि. आं भगिनि, धन्यास्मि भगिनि. सरला भगिनी पठति कृपया. अस्तु, अस्य महत्त्वम् अस्माभिः परिशीलितं पूर्वमेव बहुत्र तिङ् प्रसङ्गे कृत् प्रसङ्गे च. प्रत्ययः सार्वधातुक चेत् कर्तरि शप् इति सूत्रेण कर्तृत्वे धातुप्रत्ययोः मध्ये धातुगणनिमित्तिकं विकरणप्रत्ययः विहितो भवति. अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते. ल्यप् प्रत्ययः यतो हि सार्वधातुकसंज्ञक नास्ति, तदर्थं शपादिप्रत्ययः न विधीयन्ते, अतः धातुगणचिन्तनं न अपेक्षितम्. वयं जानीमः यदा धातोः स्वीकृत्य वयं लकार लस्य अधिकार यदि अस्ति तद् तिङ् प्रत्यय विहितं भवति. यदि तिङ् प्रत्यय विहितं भवति त कर्तृ चकि कर्तरि शप् आगच्छति, त धातो तदनन्तरं कर्तरि शप् भवति. तिङ् प्रत्यय तस्य परे भवति इदानीं. तो यदि कर्तरि शप् आगच्छति तस्य गणचिन्तनं भवति, धातोः गण आधारीकृत्य तत् गणस्य विकरणप्रत्ययः आगच्छति. अनेन किं भवति, विकरणप्रत्ययस्य भेद आगच्छति. विकरणप्रत्ययभेद यदि विकरणप्रत्ययभेद भवति तत् धातुगणचिन्तनं यदि अस्ति इति सार्वधातुकप्रत्ययाम् इति भवति. ल्यप् अस्माकं प्रकृतं यत् पाठम् अस्ति तत्तु अर्धधातुकप्रत्ययः अस्ति, तत्र घनचिन्तनं न भवति कारण की अर्धधातुकप्रत्ययः भवति. अत्र साक्षात् धातो विहित न भवति तिङ् प्रत्ययः, अनेन वाश्चित् प्रत्ययः नास्ति ल्यप्, अतः अर्धधातुक प्रक्रिया चिन्तनम् आगच्छति. अग्रे पठामि. आं भगिनि. अस्तु, अर्धधातुकत्वात् यदागमचिन्तनम् अपेक्षितं, परन्तु ल्यप् प्रत्यय यकारादिः एतावता अनेक यकारादया प्रत्ययाः अधीतः, यक् कर्मणि यक् यासूत् आशीष लिङ् लकार प्रसमैपदे परस्मैपदे च यङन्तेषु यङ् लुगन्तेषु च अस्माभिः दृष्टं यत् यकार यतो हि वल् प्रत्याहारे नास्ति, अतः आर्धधातुकस्य इड्वलादे इत्यनेन सूत्रेण इदागमः न विधीयते. तुल्यप् आददातुक यदि प्रक्रिया भवति तत्र वयं जानीमः कार्याणि भवन्ति, केचन कार्याणि भवन्ति इदागमचिन्तनं तेषु एक अन्यतम अस्ति. तो इदागमचिन्तनं कदा भवति यदि प्रत्यय वल्लादिप्रत्यय आगच्छति. यदि वल्लादिप्रत्याहारे प्रत्यय आगच्छति तस्य आदौ यत् प्रत्ययस्य वर्णः अस्ति यप् ल्यप् इति अनुबन्धलोपानन्तरं य एव शिष्यति. लकारस्य लशकु तद् ते अपि पकारस्य हलन्त्यमिनेन संज्ञा भूत्वा य अवशिष्यते. तो इति य इति वल्लादिप्रत्याहारे नास्ति. तो यदि य वल्लादिप्रत्याहारे नास्ति अतः आददातु यद् वल्लादि तस्य प्रसक्तिः न भवति अतः यदागमः न विधीयते यदि लप् प्रत्यय धातुतः विहितः अस्ति. सूत्रमपि पठामि वा? अग्रे पठतु अग्रे. अस्तु. आर्धधातुकस्य ऐद् वलादेः सप्तमाध्यायस्य द्वितीयपादे पञ्चत्रिंशत् सूत्रम्. आर्धधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य यदागमो भवति. वलादे आर्धधातुकस्य यदागमः स्यात् इत् आगमति अतः आद्यन्ततपितौ इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारविहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि. वल् आदौ यस्य स वलादि बहुव्रीहि तस्य वलादेः. आर्धधातुकस्य षष्ट्यन्तम् इत् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इत् यदि आर्धधातुकप्रत्यय आदौ वल् प्रत्याहारस्य अन्यतमवर्णः अस्ति तदानीं तत् प्रत्ययस्य इदागम भवति. इदागम यदि वलादि इदागम तदा भवति यदि प्रत्ययस्य आदौ वर्ण वलादि अस्ति. इत् अस्ति टकार इत् टकारस्य इत् संज्ञा भवति अस इत् भवति तित् अस्ति आद्यन्तौ टकितौ अनेन सूत्रेण इदागम यत् अस्ति तत्र प्रत्ययस्य आदौ भवति. तो इति वयं जानीमः. तो वल् आदौ यस्य सति वलादि बहुव्रीहि समासः तस्य सि वलादे भवति. सो यत् अनुवृत्तिसहितसूत्रमध्ये अङ्गात् वलादेः आर्धधातुके स एत् अङ्गात् सि पञ्चमी विभक्ति. सो अङ्गात् परे तस्य उत्तर वलादेः आर्धधातुकस्य आर्धधातुकस्य इति प्रत्ययस्य न दत्तम् अस्ति इति प्रत्ययस्य आर्धधातुकस्य प्रत्ययस्य इति भवति विशेषम्. आर्धधातुकस्य इति भवति विशेषणं तस्य विशेषणं भवति वल्लादे. त्रयोः त्रीणि पदानि ये सन्ति वल्लादेः प्रत्ययस्य आर्धधातुकस्य ते षष्टिविभक्त्याम् अस्ति. तो तस्य इति वल्लादेः इति सूचयति प्रत्ययः य अहं सर्वरूपमहोदयस्य वर्गे दोषं कृतवती. वल्लादेः किम् अस्ति महोदय पृष्टवान्. अहम् उक्तवती प्रत्याहारः अस्ति वल् इति. वल्लादे अत्र प्रत्ययस्य सूचनां करोति अनुवृत्ति वलादेः कारणं कि आर्धधातुकस्य विशेषणम् अस्ति वलादे बहुव्रीहि समासः अस्ति अत्र. अस्तु भगिनि. वलादेः आर्धधातुकस्य अङ्गात् इत्यपि अङ्गात् तर्हि यथा वयं शुकवनमहोदय पाठयति तथा अङ्गात् परस्य वलादेः आर्धधातुकस्य इत् आदेशः अत्र प्रत्ययस्य अपि अनुवृत्तिसहितसूत्रे लिखितव्यं साधु. किं भगिनि? प्रत्ययस्य अपि यदि वयं लिखामः प्रत्ययः इति तस्य अधिकारः अस्ति साधु. तो आगच्छति साधु अङ्गस्य इति अधिकारे अस्ति इति कृत्वा प्रत्ययः न वक्तव्यम्. अस्तु. अङ्गस्य इति कृत्वा प्रतिनिमित्तिकं कार्यम् अस्ति इति. अस्तु. धातोनिमित्तिकमपि भवति न? न न साक्षात् अङ्गात् परस्य इति निमित्तम् इति वदामः चेत् अत्र तु किमस्ति, अत्र अङ्गस्य इति कृत्वा प्रतिनिमित्तिकं कार्यम् अस्ति, धातुः अपेक्षितम् अस्ति तत्र अस्तु, किन्तु सुबन्तं यदि भवति तत्रापि अङ्ग वदामः न वदामः प्रातिपदिकमपि अङ्गं भवति साधु भवति वा इति कथं तर्हि जानीमः इति न, एतत्तु सूत्रमस्ति आर्धधातुकस्य इड्वलादेः इति सुप्रत्ययानामपि तत्र तिङ्प्रत्ययानामपि भवति वा तर्हि भवति प्रायः अहं न जानामि वलादिप्रत्ययः कः अस्ति, प्रत्ययः कश्चन अस्ति वा न, वलादिप्रत्ययः नास्ति प्रत्याहारः अस्ति साधु न प्रत्याहारः अस्ति, वलादिप्रत्ययः इत्युक्ते कश्चन प्रत्ययः यः वलादिः अस्ति, वलादि अस्ति आम् चिन्तनीयं तर्हि किमर्थम् अत्र न उक्तम् अस्ति इति पश्यामः. आर्धधातुकत्वं तु केवलं धातुतः विहितानां भवति खलु, आर्धधातुकसंज्ञा न भवति साधु भगिनी केन सूत्रेण किञ्चित् सार्वधातुकम् आर्धधातुकशेषधातुकप्रत्ययानाम् आर्धधातुकसंज्ञा भवति वा न भवति, किमर्थं न भवति, कारण सुप्रत्या प्रातिपदिका इति अनुवृत्तिः अस्ति, आर्धधातुकं शेषः इत्यस्मिन् धातोः इति अनुवृत्तिः अस्ति इति कृत्वा उभयत्र सार्वधातुकं तिंशत् सार्वधातुकम् इत्यस्मिन्नपि धातोः परस्य इति अस्ति इति कृत्वा सुप्रत्ययानां न भवति इति कृत्वा तत्र अङ्ग यत्र तु आर्धधातुकस्य इति उक्तमस्ति कृत्वा धातोः परस्य इति स्वीकृतं भवति, अन्तर्भूतः अस्ति धातोः परस्य अङ्गात् अङ्गात् परस्य वलादेः इति अस्तु, आर्धातुकस्य वलादेः समीचीनं भगिनी धन्य भगिनी. विमला भगिनी नमस्कारः, भगिनी भवती पठति वा अग्रे. नमस्ते भगिनी, एकनिमेषः पृच्छामः इति अस्ति. यत्र यत्र कृत्प्रत्ययः आर्धधातुकः श्रूयते खलु, आम् आम् आम्, तत्र तत्र धातुगणनं धातुगणम् आधारीकृत्य भेदः न वर्तते, अतः यथा आर्धधातुकलकाराः आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते, चतुर्दशवर्गाः एते अकारान्ताः आकारान्त इति इति आरभ्य अवशिष्टाः तत्र पर्यन्तम् अकारान्ताः कथगणरच आकारान्तः पालावादाधा इति आदयः, इकारान्तः जी श्वी चि इत्यादयः, इकारान्तः नी श्री डि क्री वि इत्यादयः, उकारान्तः द्रूनु कु क्षु इत्यादयः, उकारान्तः भू लु पू नु मु इत्यादयः, ऋकारान्ताः यथा हृ भृ भृ भृ कृ वृ स्मृ इत्यादयः, दीर्घऋकारान्ताः झृ झृ शृ वृ वृ इत्यादयः, एजन्ताः द्लै म्लै झे झै पै शो छो इत्यादयः, अदुपधाः पठचल् पठ्चल् खल् खल् कक् पच्च द्विपदाः चित् विच्छिद्भिद्भिदुपदाः बुद्ध ऋदुपदाः यथा कृष् वृष् वृत् श्रद् वृत् वृद् इत्यादयः, अवशिष्टाः न सन्ति येषु वर्गेषु यथा मेय् बुक् अंश् इत्यादयः. अत्र कथम् अस्य विभजनं करणीयमिति आर्धधातुकप्रत्ययानां धातुगणम् अनुसृत्य कार्यं न भवति, केवलम् अन्तिमवर्णम् अनुसृत्य अन्तिमस्वरं वर्णं अनुसृत्य अपि च उपधायां स्थितस्य वर्णम् अनुसृत्य भवति, यतोहि सार्वधातुक आर्धधातुकयोः इत्यनेन अन्तिम इकः गुणः भवति, तथा एव पुगन्तलघुपदस्य च इत्यनेन उधायां स्थितस्य लघु इक्वर्णस्य गुणः भवति अपि च यदि वृद्धिकार्यं भवितव्यं तदापि एतानां स्वराणाम् एतेषां स्वराणां महत्त्वमस्ति इति. अन्यत् किमपि वक्तव्यं भगिनि? भवती पठति भवती एव पठतु भगिनि कृपया. ल्यप् प्रत्ययः समासे अनै पूर्वे क्तो ल्यप्. तस्मिन् समासे पूर्वपदं नञ् भिन्न अव्ययं भवति. तस्मिन् धातोः परस्य त्वा प्रत्ययस्य स्थाने ल्यप् प्रत्ययः भवति. सिद्धान्तकौमुद्याम् अव्ययपूर्वपदे अनै समासे अव्ययपूर्वपदे अनै समासे क्तो ल्यबादेशः स्यात्. न नञ् अनञ् अनै पूर्वं यस्मिन् सः अनै पूर्वः तस्मिन् अनै इत्यनेन पर्युदासप्रतिषेधः. नञ् भिन्नं नञ् सदृशं पदम् इत्युक्ते अव्ययं स्यात् किन्तु नञ् इति अव्ययं न स्यात्. समासे सप्तम्यन्तम् अनै पूर्वे सप्तम्यन्तं त्वः षष्ट्यन्तं लेफ्ट् प्रथमान्तम् अनेकपदमिदं सूत्रम् अनुवृक्षिसहितसूत्रं समासे अनै पूर्वे क्वः ल्यप् अनेन सूत्रेण ल्यप् प्रत्ययस्य विधिः भवति. यत्र त्वा आगच्छति यदि त्वप्रत्ययः विधीयमानः अस्ति तदा यत् तेन विधितसमासः अस्ति तत् समासस्य पूर्वपदम् अव्ययं भवति. परन्तु नञ् भिन्न प्रत्यय अनञ् इत्युक्ते नञ् भिन्न अव्ययं भवेत् एतत् पर्युदासप्रतिषेधस्य कृते एतावता उक्तं यत् तत् नञ् भिन्नं भवेत् इत्युक्ते अनञ् भवेत् परन्तु नञ् सदृशमपि भवेत्. नञ् सदृशपदम् अस्ति अव्ययमस्ति अथवा उपसर्गः उपसर्ग इति वर्गे उक्तम् इत्युक्ते अय् अव्ययं स्यात् अपि च या उपसर्गं स्यात् किन्तु नञ् इति अव्ययं न स्यात् तदेव. पर्युदास इत्युक्ते सामान्यप्रतिषेधः खलु नञ् मास्तु तावदेव. अन्यप्रत्ययः अपेक्षितं वा? अपेक्षितः प्रत्ययः अपेक्षितः पर्युदास न भवति प्रत्ययः न भगिनि अव्यय पूर्वपदं समासस्य पूर्वपदम् अव्यय स्यात् या उपसर्गः स्यात् अन्यत् तत्र अनै इत्यनेन कश्चन अन्यत् अपेक्षितमस्ति. नै भिन्न नै सदृशं पदं नै भिन्न परन्तु नै सदृशं. नै सदृशम् इत्युक्ते परिच्छेदे उपरि एव दत्तमस्ति नै भिन्न अव्ययं भवति इति तत् अव्ययम् अपि च उपसर्गः त्वावपि. मम एकः प्रश्नः अस्ति भगिनि, उपसर्गः अव्ययः भवति खलु कि न? अव्ययसंज्ञा केन विधीयते? तत्र तु निपातसंज्ञा भवति, तदनन्तरं प्रादिसमास प्रादिसंज्ञा भवति, उपसर्गसंज्ञा भवति. अव्ययसंज्ञा न कथं भवति इति द्रष्टव्यं भगिनि. पश्यामः, न जानामि, यतोहि वर्गे उक्तं उपसर्गः अपि भवेत् परन्तु अस्मिन् अव्यय इति तत्र तत्र कश्चन प्रागतिसमासः अनुकरणम् अत्र अस्तु भगिनि. 1216 अव्ययं विभक्तिसमीपसमृद्धिवृद्धि. आं, किन्तु तत्र अव्ययस्य अव्ययसमासविधायकं सूत्रमस्ति एतत्. अस्मिन् कथम् उक्तमस्ति तत्र अव्ययसंज्ञा उपसर्गाणाम् अव्ययसंज्ञा भवति वा इति. अग्नि सुपो धातो प्रातिपदिकयो अनेन यदि सुप् लोप् भवति तदानीम् अव्ययसंज्ञा गच्छति साधु. किन्तु केन सूत्रेण? अनेनैव लुक् भवति खलु सुपदातु प्रत्ययः. किन्तु अव्ययं भूत् इति अस्ति इति कृत्वा अनेन लोपः भवति. तर्हि अव्ययसंज्ञा केन भवति इति लिङ्गविभेदः नास्ति चेत् अव्ययः भवति वा? किं भगिनि? लिङ्गविभेदः नास्ति चेत्? आं, किन्तु कश्चन सूत्रं भवेत् खलु, केन सूत्रेण इति. अस्तु, अग्रे प्रायः अव्ययः बहवः सन्ति साधु, उपसर्ग वा इति साधु. किं भगिनि? अवयवे भव न केवलम् उपसर्ग अवयवे न सन्ति साधु. उपसर्गः अपि पदानि सन्ति खलु, तर्हि अव्ययसंज्ञा भक्ति भवति. अग्रे गच्छामः. अत्रैव भगिनी, ममपि तत्र पुनः यथा महोदय कारयति शुकनमहोदय तथा कर्तव्यं. समासे इति अत्र कीदृशसमासे इति, सप्तमी किमर्थं सप्तमी उपयुक्तम् अत्र? समासे कर्तव्ये इति, समासे सति इति खलु. आं, तर्हि समासे कृते सति, अनेन पूर्वे समासे कृते सति खलु, तदा तु तावत् श्वः लेप् आदेशः इति. त्वस्थाने लेप् आदेशः, त्वस्थाने लेप् आदेशः. भगिनी, कथं कृत्वा इति षष्ठी त्वः आगच्छति? आकारान्तपदानां तत्र षष्ठीविभक्तिः त्वः इति किमपि अस्ति भगिनि? आकारान्त कीदृश इति अव्यय अस्ति सैत्वा तु, तत्र च लिङ्ग यथा वयं लता यदि अस्ति च लतायाः इति षष्ठी भवति, यदि अत्र तृच् प्रत्ययः अस्ति यथा पिता षष्ठी पितुः भवति, कित्वा कथं कित्वा आगच्छति? पुल्लिङ्गशब्दः इति मन्ये, आकारान्तः आकारान्तपुल्लिङ्गशब्दानां त्वा इति तत्र तत्र पुल्लिङ्गशब्दः इति स्वीकृत्य कृतमस्ति इति मन्ये. तद् उदाहरणं विश्वपा इति शब्दस्य विश्वपः इति जायते. अहं प्रष्टुम् इच्छति महोदयं, किन्तु मम साहस नास्ति प्रष्टुं महोदयं. पश्यामः काशिकायां किमपि भवति खलु अत्र, एकनिमिषं पश्यामः. कियत्पर्यन्तं महोदय कृतवान्? बहु किमपि कृतवान् वा? पूर्ण यत् अत्र अस्ति करपत्रं वयं समाप्तं. प्रथमं समाप्य तदनन्तरं एतद् तत्र तत्र टिप्पणीं कृत्वा स्थापयामः, तदनन्तरं वर्गस्य अन्ते चर्चयामः. अस्तु, यत्र अव्ययस्य उपसर्गस्य अव्ययसंज्ञा केन सूत्रेण, अनन्तरं अत्र षष्ठी कथं त्वा इत्यस्य षष्ठी त्वः इति कथं भवति इति खलु, तद् कष्पश्यम्. अस्तु, अहं पठामि वा. लप्रत्ययः विधीयते त्वा प्रत्ययस्य स्थाने. त्वप्रत्ययः कित् अतः स्थानिवदादेशौ अनल्विधौ इत्यनेन ल्यप् इति प्रत्ययकित्वम् आरोपितो भवति. स्थानिवद्भाव अध्यारोपितो अस्ति, अध्यारोपितो भवति. स्थानिवद् आदेशो अनल्विधौ इति सूत्रेण आदेशः स्थानिवद् भवति, नाम स्थानीनि ये गुणाः सन्ति, गुणधर्माः वर्तन्ते, ते आदेशे अपि उपस्थिताः भवन्ति. अनल्विधौ इत्यनेन अल्लाश्रितं कार्याणि न भवन्ति, किन्तु अन्ये सर्वाः गुणधर्माः तत्र अध्यारोपयामः तत्र आदेशे अपि इति कृत्वा प्रत्ययसंज्ञा अपि भवति. तदनन्तरं लेप् इति शब्दः अस्ति, लेप् इति शब्दस्य प्रत्ययसंज्ञा भवति. तदनन्तरं पुनः तत्र किम् अस्ति, कित्वमपि आरोपितं भवति. अस्तु, तर्हि स्मरणस्य स्मर्तव्यं कित्वम् इति, यद्यपि वर्णं तत्र इक् वर्णस्य लोपः जायते, तथापि इत्संज्ञकः अस्ति इति कृत्वा तत्र अध्यारोप्यते, धर्म इति स्वीकुर्मः, न तु वर्णसंज्ञक किमपि आश्रितं कार्यम् इति न चिन्तयामः. जानीमः यत् यदा कोऽपि एक एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता तस्य धातोः क्त्वाप्रत्ययः भवति. परन्तु यदि धातोः पूर्वम् उपसर्गः अस्ति इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ् भिन्नम् अव्ययमस्ति तर्हि त्वाप्रत्ययस्य स्थाने लप् प्रत्ययः विहितो भवति. यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य. केन सूत्रेण वयं त्वाप्रत्ययस्य विधानं भवति स्मरन्ति वा? तत्र समानतत्रयो किमपि अस्ति समानकर्तृतयो पूर्वकाले इति सूत्रेण त्वाप्रत्ययस्य विधानं. तर्हि समानमेव एक एव कर्ता प्रथमम् एकं कार्यं कृत्वा अनन्तरं द्वितीयकार्यं यत्र करोति तदा तु पूर्वकार्यस्य तत्र त्वाप्रत्ययः विद्यते इति. भगिनी तस्य अङ्कं किम् अस्ति सूत्रस्य? सूत्रम् अस्ति भगिनी 3421 अस्ति. 3421 अस्तु, धन्यवादः. अपि च यदि तच्च अव्ययं नैन् इति निषेधवाचकम् अव्ययम् अस्ति अ अथवा अन् इति, सामान्यतया नैन् समासे तु अ इति योजयामः नो चेत् अन् इति स्थापयामः, नैन् स्थाने अन् आगच्छति. तर्हि त्वाप्रत्ययः एव तिष्ठति, लेप् प्रत्ययः तत्र न विधीयते. कृत्वा अकृत्वा, पठित्वा अपठित्वा, अशित्वा अनशित्वा इत्यादीनि रूपाणि. अस्तु, वेदे च विशेषः वर्तते त्वा त्वापि छन्दसि इत्यनेन वेदे अनैन् पूर्वे समासे त्वाप्रत्ययस्थाने विकल्पेन प्रत्ययः भवति. अस्तु, छन्दसि तु विकल्पेन भवति तत्र, अपि इति योजनेन तत्र वा इति गृह्यते, वैकल्पिकः बोधितः भवति. त्वा अपि छन्दसि इति कृत्वा यत्र समासः भवति अनैन् पूर्वसमासः भवति तत्र लेप् भवति, त्वा अपि भवति. वेदे उपसर्गः अस्ति चेदपि त्वाप्रत्ययः, यथा कृष्णं वासः यजमानं परिधापयित्वा, परिधा इति उपसर्गः अस्ति, परि इति उपसर्गः, धापयित्वा इति निजन्तम् अस्ति, तदा तु परिधापयित्य इति नास्ति, परिधापयित्वा इति कृतम् उक्तमस्ति. प्रत्यङ्क्ष्यमर्कं प्रत्यर्थयित्वा, प्रत्यर्थयित्य इति नास्ति, प्रत्यर्थयित्वा इति. वेदे उपसर्गः सति, उपसर्गे सति लेप्रत्ययः, उदाहरणार्थं लेप् अपि भवितुमर्हति इति, उद्धृत्य जुहोति इति उदाहरणं. वेदे समास अभावे अपि लेप् व्यवहारः लभ्यते, यथा अर्च्यतान् देवान् गत, अर्चधातोः तु अर्चित्वा इति भवति, किन्तु अत्र तु अर्च्य इति लेप् प्रयुक्तमस्ति. तर्हि ल्यप् तत्र उपसर्गः अस्ति वा नास्ति वा, उभयत्र अपि समासः अस्ति वा नास्ति वा भवतु, नञ् अस्ति वा नास्ति वा भवतु, त्वापि भवितुमर्हति, विकल्पेन ल्यप् अपि भवति सर्वत्र इति आशयः खलु. अग्रे पुनः तत्र सूर्यकुमारी भगिनी पठति वा भगिनि? हेमा भगिनी रामायणस्य उदाहरणं दत्तवती. ओ, अस्य कृते वा? रामायणे एक वाक्यं सा उक्तवती, तत्र त्वा भवेत् किन्तु तत्र न ल्यप् भवेत् किन्तु त्वा अस्ति, तत्र प्रतिपादे त्वा इति प्रतिपादस्य वयं अस्माकं लोके प्रतिपादस्य इति वयं वदामः, किन्तु रामायणे इति प्रतिपादस्य वा इति अस्ति. अग्रे पठति वा भगिनि सूर्यकुमारी भगिनि? लप्रत्ययस्य स्वभावः भगिनि? आं भगिनि, लप्रत्ययस्य स्वभावः विधानप्रक्रिया इति, विधानप्रक्रिया इति, ओ लप् प्रधान प्रत्ययस्य विधानप्रक्रिया. लप्रत्यये लसिक्व तद्धिति इत्यनेन लकारस्य इत्सज्ञ, हलन्त्यम् इत्यनेन पकारस्य इत्सज्ञ, तस्य लोप इत्यनेन द्वयोः लोपः अवशिष्यते या इत्येव. लप् यकार एव अवशिष्यते इत्यग्निकवर्णाः निष्पाद्य लप्रत्ययस्य स्वभावः उक्तं लप्रत्ययस्य कित्वं भवति स्थानिवदादेशो नल्विधौ इति सूत्रेण यतोहि स्वाप्रत्ययस्य स्थाने आदिष्टः लप्रत्ययस्य कित्वात् तीन विशिष्टकार्याणि कार्याणि लप्रत्यय स्वाप्रत्ययस्य स्थाने भवति कार्याणि भवन्ति आल् विषये न भवति गुण त्रीणि कार्याणि भवति प्रथमं गुणनिषेधः स्मिति च इत्यनेन कित् प्रत्यये इत् प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च उदाहरणमस्ति नियोगः नियोगः लप् स्मिति च इत्यनेन कित् प्रत्ययनिषेधः तत्र वि उपसर्गः अस्ति नि धातु अस्ति लप् अस्ति लप् स्वा इव व्यवहरति गुणना न भवति विनीयरूपं भवति द्वितीयकार्यम् अनिदितां धातूनाम् उपधायां नकारलोपः यत्र धातोः इत् नास्ति तत्र उपधायाः स्थितस्य नकारस्य लोपः भवति अपि अनिदां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति अन्यत् कार्यमपि भवति हल इति सूत्रेण पूर्वस्थितस्य ह्रस्व इक् वर्णः दीर्घः भवति भवति वा तत्र वीध्वंस् योगः लेप् तत्र अनुस्वारः नकारः भवति तत्र इत् नास्ति अनिदिताम् अस्ति अनिदित् अस्ति तत्र नकारस्य लोपः भवति विद्वस्य भवति नियोगः बन्द् तत्रापि नकारलोपः भवति नि उपसर्गः अस्ति निबध्य निर् मन्त तत्रापि नकारलोपः भवति निर्मत्य भवति तृतीयकार्यं सम्प्रसारणे धातूनां सम्प्रसारणं वयं जानीमः कित् प्रत्यय अस्ति चेत् सम्प्रसारणं भवति कश्चन निर्देशधातुः अस्ति चेत् ये सूत्राः सूत्रे सति प्रथमं वचि स्वपि यजादीनां किति इत्यनेन ये धातवः उक्ताः तत्र विपरीतकार्यं भवति यनस्थाने इक् आदेशः भवति अन्यसूत्रं ग्रहीजा वै व्यधि वष्टि विचति वृच्छति पृच्छति भृजतीनां निति च इत्यनेन अपि तदेव कार्यं भवति लप्रत्ययविधानार्थं धातूनां वर्गीकरणम् उक्तदपि पठतु भगिनि किम् उक्तमस्ति तत् पठतु भगिनि पूरयतु लप् इत् नास्ति अपि स्थानिवत् भवति चेत् त्वा इत्यस्य लक्षणं भवति कित् अस्ति चेत् त्रीणि कार्याणि भवन्ति वयं जानीमः ते प्रथमं कार्यं गुणनिषेधः द्वितीयकार्यं अनिजां नकारलोपः तृतीयकार्यं सम्प्रसारणं लप् अस्ति चेदपि ते कार्याः भवन्ति लप् कित् नास्ति अपि ते भवति तदेव भगिनि आं भगिनि पदादिगणे अत्र पुनः अजन्तदातवः भवादिगणात् आरभ्य क्रियादिगणपर्यन्तं हलन्द निजन्त सन्यङ्ग केच् केश तावदस्ति तर्हि प्रश्नाः सन्ति खलु अस्माकं तत्र किम् आसीत् प्रथमप्रश्नः कः आसीत् तत्र उपसर्गाणां तत्तु द्वितीयप्रश्नः आसीत् त्वा प्रत्यय उपसर्गाणाम् अव्ययसंज्ञा केन सूत्रेण भवति इति केनापि प्राप्तं वा न पश्यामः मुद्रणस्य स्थगनं करोमि वा आम् आं भगिनि पश्यामः